नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। इदानीं नूतनपाठः सार्वधातुकप्रकरणे अनदन्तम् अङ्गम् इति। इदानीम् इतः पर्यन्तं वयं तु अदन्त अङ्गविषये तिङ् प्रत्ययानां सिद्धिः कथं भवति, तिङ् प्रत्ययानां सिद्धिः अनन्तरं तिङन्तरूपाणि अपि भ्वादि सुधादि दिवादि चुरादिगणेषु कथं भवति इति दृष्टवन्तः। इदानीं वयम् अनदन्ताङ्गे किं भवति इति पश्यामः अद्यारभ्य। प्रथमं यदा यथा पूर्वं तिङ्प्रत्ययानां साधनं, मूलप्रत्ययः अस्ति तस्मात् सिद्धतिङ्प्रत्ययानाम् अनदन्ताङ्गानां कृते तस्य साधनं प्रथमं भवति, अनन्तरं स्वादिगणः आरभ्य गणेषु कथं विद्यते इति वयं द्रक्ष्यामः। अस्तु, अरुणा भगिनी आरब्धुम् इच्छति वा? आं भगिनि, कुत्र अस्ति इति दृष्टवती वा भगिनि? अरुणा भगिनि श्रूयते भगिनि? न, हा इदानीं श्रूयते भगिनि। आम्, मूट् मध्ये। सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि। क्षम्यतां भगिनि, तस्मात् पूर्वम् एकः लघुपाठः अस्ति सार्वधातुकप्रकरणम् इति एव नोदयतु। तत्र एकः लघुपाठः स्वागतम् इति आरभ्य, स्वागतं पूर्वं यत्र अङ्गम् सङ्गणकमध्ये एव अस्ति, मेन् हेडिङ्ग्। मेन् हेडिङ्ग् आम्, सार्वधातुकप्रकरणं श्रीवल्लि भगिनी म्यूट् करोति वा? आं भगिनि, धन्यवादः। आं, पठतु भगिनि। अहं न स्वागतम् इति अहं न पश्यामि भगिनि। सङ्गणकं मध्ये एव अस्ति किल, करपत्रं वा सङ्गणकं वा? वेब् पेज् मध्ये करपत्रे नास्ति तत्। अस्तु, श्रीवल्लि भगिनी भवती पठतु, अनन्तरम् अरुणा भगिनी पठतु। वन् मिनिट्, इट् इस् फोर्। सार्वधातुकप्रकरणम् अनदन्तम् अङ्गम्। स्वागतम्। पूर्वम् यत्र अङ्गम् उदन्तम् अदन्तं तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथम् निष्पन्नानि इति अस्माभिः दृष्टम्। सम्प्रति अङ्गम् अनदन्तं चेत् व्युत्पत्त्यर्थं कः भेदः इति अवलोकनीयम्। पूर्वम् अदन्त अङ्गानां सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि दृष्टवन्तः। अद्य सम्प्रति अनदन्तं चेत्, अङ्गम् अनदन्तं चेत् व्युत्पत्त्यर्थं कः भेदः कः इति अवलोकनीयं। सर्वप्रथमं यत्र अङ्गम् अनदन्तम् अस्ति तत्र सिद्धतिङ् प्रत्ययाः किञ्चित् भिन्नाः। सर्वे प्रत्ययाः भिन्नाः इति न, कुत्रचित् पार्थक्यं वर्तते। पार्थक्यम् अत्र अस्माकं प्रथमाध्यायः अस्मिन् एव विषये भवति। सर्वप्रथमं भेदः अनदन्तम् अङ्गम् अनदन्तम् अस्ति चेत् सिद्धतिङ्प्रत्ययाः किञ्चित् भिन्नाः सन्ति, परन्तु सर्वे प्रत्ययाः भिन्नाः इति न। पार्थक्यम् इति नाम किं भगिनि? पृथक्तस्य भावः पार्थक्यम् इति। अच्छा अच्छा, ओके ओके, आम् अस्तु भगिनि। कुत्रचित् पार्थक्यं वर्तते. अत्र अस्माकं प्रथमाध्यायः अस्मिन् एव विषये, कुत्रचित् भिन्नाः इति, किञ्चित् भिन्नाः इति विषये भवति प्रथमाध्यायः. तदा धातुविकरणयोः मेलनेन यत् अङ्गं निष्पद्यते तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत् प्रक्रियां कः भेदः इति परिशीलनीयम्. कुत्रचित् अङ्गम् उकारान्तं, कुत्रचित् आकारान्तं, कुत्रचित् विकरणाभावे अङ्गम् इकारान्तम् इकारान्तं ऋकारान्तं च, अपि च कुत्रचित् हलन्तम् अङ्गम् अस्ति. आहत्य यत्र अङ्गम् अदन्तं न तत्र अङ्गकार्यं विद्यते. कथमिति अग्रे पश्यामः. अङ्गम् अनदन्तं चेत् अङ्गकार्यं विद्यते धातुविकरणयोः मेलनेन यत् अङ्गं निष्पद्यते. अङ्गस्य अन्तिमस्वरः ह्रस्व आकारः नास्ति अनदन्तं चेत्. प्रक्रियायाम् अपि भेदः इति परिशीलनीयम्. अङ्गं कुत्रचित् उकारान्तं, कुत्रचित् आकारान्तं, दीर्घ आकारान्तम् अण्ड् कुत्रचित् विकरण अभावे अङ्गम् इकारान्तं, कुत्रचित् इकारान्तम् दीर्घ इकारान्तं, कुत्रचित् ऋकारान्तम् इति चेत् अङ्गकार्यं विद्यते इति अग्रे पश्येम. तर्हि प्रथमं सिद्धतिङ् प्रत्ययाः के अपि च कथं निष्पन्नाः इति अनयोः विषययोः चर्चा भवतु. तदा क्रमेण गणानुसृत्य अग्रे सरामः. स्वादिगणः, स्तनादिगणः, त्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुदादिगणः इति. प्रथमं वयं सिद्धतिङ् प्रत्ययाः कथं निष्पन्नाः के अपि के सिद्धतिङ् प्रत्ययाः के अपि च कथं निष्पन्नाः इति अनयोः विषययोः चर्चा भवतु. तदा क्रमेण स्वादिगण, तनादिगण, क्यादिगण, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति गण अनुसृत्य कार्यं पश्यामः. मध्ये हल्सन्धेः विषयाः अपि आयास्यति. यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानां वर्तते. तत्र केचन विशिष्टसन्धयः वर्तन्ते, ये एतावता न लब्धाः. मध्ये हल्सन्धेः विषये अपि आयाति. यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे हलन्ताङ्गानि वर्तन्ते. तत्र विशिष्टसन्धयः वर्तन्ते, ये एतावता न लब्धाः. सन्धिविषये अपि पश्यामः केचन विशिष्टसन्धयः वर्तन्ते. यत् एतावता वयं न पठितवन्तः तादृशसन्धिविषये वयं पठिष्यामः इति समीचीनम्. तदेव अनदन्त अङ्गविषये सार्वधातुकप्रकरणं तस्मिन् वयम् अदन्त अङ्गं वयम् इदानीं पर्यन्तं पठितवन्तः. इतस्मिन् अग्रे इतः आरभ्य अनदन्त अङ्गेषु विषयेषु किं भवति इति प्रथमं यदा अहं पूर्वम् उक्तवती सिद्धतिङ्प्रत्ययानां साधनं सर्वत्र भेदः इति तु नास्ति, केषुचित् स्थलेषु भेदः विद्यते. कुत्र इति पश्यामः. अनन्तरं योजनं यदा वयं साधितवन्तः सिद्धप्रत्ययाः अनन्तरं तस्य योजनं धातोः सह तत् पठामः. इदानीं पठतु अरुणा भगिनी. आं भगिनि, सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमं विकरणप्रत्यय निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्यययोः मेलनं. द्वितीय अंशः तिङ्सङ्गकप्रत्ययसिद्धिः. things third tritiya thing sangha sangaka pratyaya nimittikam angakaryam tada anga anga thing sangaka pratyayoh melanam vayam api patitavantah पूर्वमपि विकरणप्रत्ययनिमित्तक अङ्गकार्यं तदनन्तरं धातुविकरणप्रत्ययमेलनं कुर्मः तदनन्तरं तिङ्सञ्ज्ञप्रत्ययसिद्धि तदनन्तरं तिङ्सञ्ज्ञप्रत्ययनिमित्तक अङ्गकार्यं तदनन्तरम् अङ्गतिङ्सङ्गकप्रत्ययोः मेलनमिति त्रीणि सोपानानि सन्ति. बहु सोपानानि सर्वत्र तद् भवति एव, परन्तु तत्र किं भवति इत्युक्ते तत् प्रथमसोपानम् अस्ति किल धातु विकर्णप्रत्ययोः मेलनम् इति यत् प्रथमसोपानम् अस्ति प्रत्येकस्मिन् गणे इत्युक्ते भुआदिगणः भवतु वा स्वादिगणः अदन्तं वा अनदन्तं वा भवतु तत्र तत्र तत् कार्यं तु भवति एव. कर्त्रार्थे सार्वधातुकप्रत्यये परे इत्युक्ते कर्तरीश प्रथमम् आगच्छति, अनन्तरं गणमनुसृत्य तत्तु भिद्यति एव, तद् अदन्तं भवतु अनदन्तं भवतु तत्र किमपि भेदः नास्ति, समानरीत्या भवति एव. द्वितीयसोपानमस्ति तिङ् सिङ् संज्ञकप्रत्ययस्य सिद्धिः, तिङ् प्रत्ययसिद्धिः इति. तत्र एव अस्माकं कार्यम् इदानीं, तद् अदन्त अङ्गेषु अनदन्त अङ्गेषु तत्र केचन भेदाः सन्ति, तद् वयम् इदानीं पश्यामः अस्मिन् पाठे. अनन्तरं तिङ्प्रत्ययनिमित्तिक अङ्गकार्यम् इति यद् अस्ति इदानीम् अस्माकं पार्श्वे तु यद् तिङ्प्रत्ययः सिद्धि सिद्धतिङ्प्रत्ययः अस्माकं पार्श्वे अस्ति, तद् धातुतः वयं योजयामः. तत्र केचन कार्याणि सर्वदा भवति, वयं तु दृष्टवन्तः भुआदिगणे अपि, तुदादिगणे, दिवादिगणे, चुरादिगणे सर्वत्र दृष्टवन्तः. तद् कार्यं यद् भवति तत्र अपि केचन भेदाः सन्ति, अदन्ताङ्गेषु अनदन्ताङ्गेषु तयोः मध्ये केचन भेदाः सन्ति. तद् यदा वयं तस्मिन् गणे तत्तद्गणे यद् कार्यं भवति तत्र वयं पश्यामः. स्वादिगणे यद् भवति तद् प्रायः अदादिगणे न भवति, तादृश कुत्र भवति इति तस्मिन् गणे तस्य विषये वयं चर्चां कुर्मः इत्येव तत्र भेदः. अतः प्रथमसोपानं यदस्ति तत्र कोऽपि भेदः नास्ति, द्वितीयतृतीयसोपाने एव भेदः. द्वितीयसोपानस्य भेदः अस्मिन् पाठे अस्ति, तृतीयसोपानस्य यद्यद् भेदः अस्ति तस्मिन् पाठे वयं द्रक्ष्यामः इति. आं पठतु भगिनि. सोपानत्रयस्य एका दृष्टिः अदन्ताङ्गस्य दृष्टान्तः धात्वर्थविवक्षायां भूधातुः आनीयते, लकारविवक्षायां लट् लकारः आनीयते, प्रथमपुरुष एकवचनस्य विवक्षायां लट्ः स्थाने तिप् आदेशः. उदाहरणं भूदा योगः तिप् इत्यस्ति, तिप् सार्वधातुकसञ्ज्ञकः कर्तर्तकः, तिङ् सङ्गकः च, अतः कर्तरिषप् इत्यनेन मध्ये शप् इति विकरणप्रत्ययः विहितः. भूयोगः शप् योगः तिप् अनुबन्धलोपे भूयोगः आयोगति. अस्याम् एव स्थितायाम् उपर्युक्तं सोपानत्रयं प्रारभ्यते. अत्र वदन्ति धातु अर्थविवक्ष भूधातु स्वीकृत्य लकारविवक्षायां लट् लकार आगच्छति, प्रथमपुरुष एकवचनविवक्षायां लट् लकार लटः स्थाने तिप् इति तिङ् प्रत्ययः आदेशः भवति. तिप् सार्वधातुक सञ्ज्ञकप्रत्ययः कर्तर्तः कर्तर्तकः इति अस्ति, ततः कर्तरि शप् इति नाम कर्तरि शप् मध्ये धातु अनन्तरं शप् इति विकरणप्रत्ययः विधीयते. ततः भूयोगः शप् योगः तेप् अत्र शप् प्रति सकार लशक् पतति सूत्रेण इत्सङ्ग्न तदनन्तरं लोपः पकार इति हलन्त्यम् इति सूत्रेण पकारलोपः ततः आ एव अवशिष्यते. तिप् अत्रापि फकार इत्संज्ञः भवति, ततः ति तस्य लोपः ति एव अवशिष्यति, भूयोग आयोगः ति, तदनन्तरम् अङ्गकार्यं सार्वधातुक आददातुकयोः इति सूत्रेण गुणः भवति, भू भू भो भवति, तदनन्तरम् आयोगः ति, तदनन्तरम् एषोयावसूत्रेण भाव योगः आति भवति इति रूपं निष्पन्नं भवति. समीचीनं, तदेव अग्रिमपरिच्छेदे दत्तमस्ति, तदपि पठतु भगिनि. प्रथमसोपाने विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तर्हि अत्र आ इति विकरणप्रत्ययं निमित्तीकृत्य सार्वधातुक आददातुको इत्यनेन गुणः क्रियते, भू भो भवति, एतदेव अस्माकम् अङ्गकार्यं, तदा सन्धिकार्यं यचो आयावायवः इत्यनेन भूयोगः आ भूयोगः आव् योगः आ भव. इदं सार्व सन्धिकार्यम् अङ्गकार्यं नास्ति एव, ततो हि शपं निमित्तीकृतकार्यं न जातं. सार्व सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते. ओकारः अस्ति, पश्य अकारः अस्ति, शप् इति कारणं नास्ति अत्र. यः कोऽपि अकारः भवतु, तादृशं कार्यं भविष्यति एव. ओकारकारयोः मेलनेन ओ स्थाने अवादेशः इति सन्धिकार्यम्, एवं च धातुविकरणप्रत्ययोः मेलनेन भव इति अङ्गं जातं. प्रथमं सोपानं समाप्तं, तदेव अहं वदामि, वदितवती, उक्तवती उक्तवती. तत्र एकः मुख्यबिन्दुः यदस्ति इत्युक्ते, यदा तद् एचो यवायावः, प्रथमं तु अङ्गकार्यं भू भो भवति यदा भवती उक्तवती, तत्र अङ्गकार्यं भवति. अनन्तरं गुणस्य तत्र भू भो किमर्थं भवति इत्युक्ते, अस्माकं प्रत्ययः शप् शप् निमित्तीकृत्य तत्र गुणः भवति एव. अनन्तरं द्वितीयमस्ति तत्र सन्धिकार्यम्, एचो यवायावः इति सन्धिसूत्रमस्ति, येन भू इदानीं भो योगः अ इति स्थितौ भव बकारः योगः अव् इति आदेशः भवति. तत्र किं दत्तमस्ति इत्युक्ते, तत्र शपं निमित्तीकृत्य कार्यं न जातं. यदा सन्धिः भवति, सन्धिः तु वर्णनिमित्तिककार्यम् अस्ति, तत्र प्रत्ययस्य किमपि आवश्यकता नास्ति. किमपि अन्य वर्णः इत्युक्ते आकारः प्रत्ययः नास्ति चेदपि तद् कार्यं भवति एव इति. अतः तयोः भेदः अङ्गकार्यवर्णकार्ययोः, वर्णकार्यम् इत्युक्ते सन्धिकार्यम्, अस्माकं सन्धिकार्यं, तयोः भेदः कः इति दत्तमस्ति. तदपि एकः मुख्यबिन्दुः अस्ति. सन्धिकार्यस्य शप् इति कारणं नास्ति, शप् वा अन्यत् किमपि प्रत्ययः भवतु, तद् कार्यं तद् कारणं नास्ति, क्षम्यतां, कारणं नास्ति. परन्तु यद् वर्णनिमित्तिककार्यमस्ति, यत्किमपि सन्धि वर्णद्वयं यस्य सामीप्यमस्ति, तत्र सन्धि अवसरः अस्ति चेत् सन्धि भवति एव इत्येव दत्तमस्ति. एतस्य मुख्यत्वम् अग्रे यदा वयं अदादिगणः वा जुहोत्यादिगणः यदा हल् सन्धिः विषये द्रक्ष्यामः, तत्र अस्य मुख्यत्वम् अवगन्तुं शक्नुमः इतोपि. अतः एतदपि मुख्यबिन्दुः अस्ति, प्रथमम् अङ्गकार्यम्, अनन्तरम् अस्माकं वर्णनिमित्तिकं कार्यम्. समीचीनं, धन्यवादः भगिनि. रघुपतिमहोदय, हा भगिनि, अतो दिव्य ततः खलु, द्वितीयसोपाने. अस्तु, एकनिमिष, हा द्वि अस्तु, द्वितीयसोपाने तिङ्संज्ञकप्रत्ययः सिद्धिः, यत्र तिप् इति मूलप्रत्ययः, हलन्तिम् इत्यनेन पकारस्य इत्संज्ञा लोपश्च, ति इति सिद्धतिङ्प्रत्ययः निष्पन्नः. द्वितीयसोपानं समाप्तं, भव योग ति अत्र द्वितीयसोपानमस्ति तिङ् सञ्जकप्रत्ययसिद्धिः अस्ति, अत्र तिङ् प्रत्ययः अस्ति लट्लकारस्य प्रथम एकवचनस्य विवक्षायां ति इति प्रथमपुरुषस्य, अतः भवयोगति अत्र किमपि कार्यं नास्ति इदानीं भवयोगति इति. न न प्रथमं तु तिङ् संज्ञकप्रत्ययसिद्धिः इत्युक्ते मूलप्रत्ययात् हा हा अस्तु अस्तु ति इत्यस्य अस्ति तत्र किमपि किमपि कार्यम् अस्ति वा, अत्र तिप् इति अस्ति तत्र किमपि कार्यं नास्ति, परन्तु अन्यत्र सन्ति अत्र नास्ति भवयोगति किमपि न कार्यं नास्ति वा महोदय, पकारस्य लोपः भवति इत्संज्ञा एव अस्ति अत्र तदपि कार्यम् अन्यत् हा अस्तु एकः कार्यः अत्र, परन्तु तत्र अन्यत्र आदेशः भवति यथा जि इति तत्र अन्त इति भवति, अन्यत्र तादृशकार्यमस्ति, परन्तु अत्र केवलम् इत्संज्ञा लोपः एतत् किञ्चित् उदाहरणरूपेण दत्तमस्ति. एतादृशकार्याणि भवन्ति भवन्ति यत्र तिङ्प्रत्यये किमपि तत्र परिवर्तनं भवति विकारः भवति तस्य कार्यमस्ति तत्र. समीचीनं, अग्रे अपि पठतु महोदय. अग्रिमम् अग्रिमसोपानमस्ति तृतीयसोपानमस्ति तिङ्संज्ञकप्रत्यय प्रत्ययस्य निमित्तकम् अङ्गकार्यं. तिप्रत्ययः तिङ्प्रत्ययः तिप्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति, अतः पूर्वम् इक् प्रत्ययहारे स्थितः कश्चन वर्णः यदि स्यात् तर्हि सार्वधातुक आर्धातुकयोः इत्यनेन गुणकार्यं स्यात्. किन्तु एतावता अस्माकम् अङ्गं सर्वदा अदन्तमासीत् यत्र अङ्गस्य अन्तिमवर्णः अत् इत्युक्ते ह्रस्व अकारः, तत्र गुणकार्यं न सम्भवति. इक् इ ऊरुर् अन्ते अस्ति चेदेव गुणकार्यम् अर्हति, यत्र अङ्गम् अदन्तमस्ति तु न अर्हत्येव. यत्र अङ्गम् अदन्तमस्ति तत्र तिङ्संज्ञकप्रत्यय प्रत्ययनिमित्तकम् अङ्गकार्यम् अतीवन्यूनम्. अतः तृतीयसोपाने आधिक्येन केवलम् अङ्गं तिङ्संज्ञकप्रत्ययोः मेलनं भवति, यथा भवयोगति भवति. किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति, यत्र अङ्गस्य अन्ते उदाहरणार्थम् उकारः अस्ति, तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति इति तिङन्तपदस्य निर्माणार्थ सोपानत्रयस्य एका दृष्टिः. अस्तु, अत्र तृतीयसोपानमस्ति अङ्गकार्यं तिङ्संज्ञकप्रत्ययनिमित्तिकम् अङ्गकार्यमस्ति. ति इति प्रत्ययः तिङ्क्षित् सार्वधातुकमस्ति, अतः सोरि ति प्रत्ययः तिङ् सार्वधातुकप्रत्ययः अस्ति तिङ्क्षित् सार्वधातुकम् इत्यनेन इति सूत्रेण. यत्र सार्वधातुकप्रत्ययः अस्ति अग्रिमसूत्र सूत्रमस्ति सार्वधातुक आर्धातुकयोः इत्यनेन अङ्गस्य गुणः भवति, परन्तु गुणः इक् प्रत्यारस्थवर्णाः सन्ति चेत् अङ्गस्य इक् प्रत्यारस्थवर्णः अस्ति चेत् एव भवति अन्तिम स्वरः. परन्तु वयम् इदानीं केवलम् अदन्त अङ्गस्य एव विषये पठितवन्तः. अदन्तं यत्र अङ्गम् अदन्तं नास्ति चेत् तत्र गुणस्य प्रसक्तिः न भवति. अनदन्तम् अङ्गमस्ति चेत् अङ्गमस्ति चेत् अङ्गस्य यथा उदाहरणार्थम् उकारः अस्ति चेत् तत्र तृतीयसोपाने अङ्गकार्यं भवति भविष्यति. तानि कानि इति अग्रे द्रक्ष्यामः. तत्र भवान् यद् पठितवान् इ ऊरुळु इत् अन्ते अस्ति चेदेव गुणकार्यम् अर्हति, यत्र अङ्गम् अदन्तम् अस्ति तु न अर्हति एव इत्युक्ते किं महोदय? यत्र अदन्तम् अत् अकारः अस्ति खलु, इक् वर्ण इक् प्रत्यारस्य वर्णः नास्ति, अतः तादृश अत्र अस्य प्रसक्तिः नास्ति. गुणकार्य इति तत्र गुण इति इ ऊरु लृ इत्योः इक् प्रत्यारस्य वर्णयोः एव वर्णानाम् एव भवति. अतः यदा उकारः अन्ते अस्ति चेत् अङ्गस्य अन्ते शक्नु तत्रापि गुणः भवति एव किल? हा शक्नु भवति, तिङ् तिङ् प्रत्ययनिमित्तीकृत्य भवति, शक्नु शक्नोति इति भवति, भवति एव. अदन्तमस्ति चेत्, अङ्गम् अदन्तमस्ति चेत् नार्हति गुणः, नार्हति. तदेकं स्टार् अपि अस्ति किल महोदय, तदपि पठतु. अङ्गकार्यम् अतीव न्यूनम् अदन्ताङ्गे सति. हा अस्तु अस्तु, एकनिमिषं. हा अस्तु, यत्र अङ्गम् अदन्तम् अस्ति तत्र तिङ्संज्ञकप्रत्ययनिमित्तकम् अङ्गकार्यम् अतीव न्यूनं. कुत्र? अदन्ताङ्गे सति ययादिसार्वत्कप्रत्यये परे अङ्गकार्यम् अदन्त अङ्गे सति ययादिसार्वत्कप्रत्यये परे. हा वयं दृष्टवन्तः तत्र उत्तमपुरुषे अतो दीर्घो इ इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अत्र. यत्र किमर्थमित्युक्ते तत्र ययादिप्रत्ययः अस्ति कुत्रचित् स्थलेषु मी इति अस्ति वा मः तत्र मिप् वस्मस् अत्र भवितुमर्हति. पठामि पठावः पठामः इति तत्र दीर्घः भवति. तदेव वा? आम् तदेव, पठतु महोदय सूत्रमपि. अस्तु अस्तु, अतो दीर्घो यै इति सूत्रमस्ति सप्तमाध्यायस्य तृतीयपादस्य एकाधिक एकशतम् एकशतम् एकशततमसूत्रमस्ति. अदन्ताङ्गस्य दीर्घत्वं ययादिसार्वत्कप्रत्यये परे यै प्रत्यार्थवर्ण प्रत्याहारः इत्युक्ते यवरल ज्ञानगणन जभ इति यवरट् लङ्गणनं जभ इति अनुवृत्तिसहितसूत्रमस्ति. अतः अङ्गस्य दीर्घः यै सार्वधातुके प्रत्यये परे यै सार्वधातुके इत्युक्ते सप्तमे प्रत्यये परे इति परनिमित्तं. यथा पटयोगवः इत्यस्ति अत्र अदन्तमङ्गमस्ति अत् अस्ति ह्रस्वकारः अस्ति पठ इति अङ्गम्. अतः अतो वकारः अस्ति यै यै प्रत्याहृत सार्वधातुकप्रत्याहारः अस्ति प्रत्याहवर्णः अस्ति. अतः सोरि यै वः इति सार्वधातुकप्रत्ययः अस्ति अपि च यै प्रत्याहवर्णः अस्ति. अतः अथो दीर्घो यै इत्यस्य सूत्रस्य प्रसक्तिः अथवा पटावः इति रूपं भवति. समीचीनम्. अतः तत्र अङ्गं यत्र अदन्तमस्ति तत्र अतीव निमित्तिकं तद् निमित्तिकं तिङ् सञ्ज्ञकप्रत्ययनिमित्तिक अङ्गकार्यम् अतीव न्यूनम् एव. यदा अत्र अतो दीर्घो ययि तस्य प्रसक्तिः तु सार्वधातुकप्रत्यये परे एव अस्ति. ययि यै प्रत्याहारस्थवर्णः अस्ति चेत् तत्र एव अदन्ताङ्गस्य दीर्घत्वम् इति भवति. यदा महोदय उक्तवान् पटावः पठामः इति रूपाणि तत्र भवति. धन्यवादः महोदय. राजेन्द्रमहोदय. आम् भगिनि, क्षम्यताम्. दशानां धातुगणानां धनसमूहो धातूनां दशगणाः सन्ति इति वयं जानीमः. एते दशगणाः पुनः समूहद्वये विभाजिताः सन्ति इत्यपि जानीमः. प्रथमघनसमूहः भवादि दिवादि तुदादि चुरादि इति चत्वारः गणाः. द्वितीयघनसमूहः अदादि जुहोत्यादि स्वादि रुदादि तनादि क्रियादि इति षट् गणाः. वयं जानीमः गणानां तत्र दश गणाः सन्ति धातूनां कृते. तस्मिन् ते पुनः समूहद्वये तत् विभाजिताः सन्ति. तत्र प्रथमम् अस्ति, प्रथमगणसमूहः अस्ति यस्मिन् भवादिगणः दिवादि तुरादि अपि च चुरादिगणः एते चत्वारः गणाः तत्र प्रथमगणसमूहे सन्ति. द्वितीयगणसमूहः तत्र अदादि ज्योत्यादि स्वादि रुदादि तनादि क्रियादि इति षट् गणाः द्वितीयगणसमूहे सन्ति. ये समूहद्वयं तत्र किञ्चित् भेदाः सन्ति कथं कार्यं भवन्ति. तत्कारणात् तत् भवादि दिवादि तुदादि चुरादि गणः तु अदन्तधातवः धातवः सन्ति, परन्तु द्वितीयगणसमूहे अदादि जुहोत्यादि स्वादि रुदादि तनादि क्रियादि च यत्र अनदन्त गणाः सन्ति, तत्कारणात् तत् कार्यं भिन्नम् अस्ति. समीचीनम्. अङ्गम् अस्ति, अदन्तम् अनदन्तम् अङ्गम्. अनदन्तम् अङ्गम्, अङ्गम् अङ्गम् अङ्गम् अनदन्तम् अङ्गम् अस्ति. अङ्गान्ते भेदः एव विभजनस्य कारणं. प्रथमघनसमूहे धातुविकरणप्रत्ययं मेलनेन निष्पन्नम् अङ्गम् अदन्तम् अस्ति सर्वत्र. अङ्गस्य अन्ते अकारः, यथा भूयोगशप् भव, नश् योगिष्यन् नश्य, लिख् योगिष्य लिख, चुर्योगनिच् योगिषप् चोर्य इति एषु चतुर्षु गणेषु अङ्गम् अदन्तम् अस्ति. आम् आं भगिनि, अहं किञ्चित् स्पष्टतया न उक्तवान्, किञ्चित् दोषः कृतः. अङ्गम् अङ्गम् अदन्तम् अस्ति, तत् सः एव विभजनस्य कारणं. प्रथमगणसमूहे ये धातुविकरणप्रत्ययः यथा मेलनं भवति, अङ्गम् अदन्तम् अस्ति. यथा भवादिगणे भूयोगशप् भव, दिवादिगणे नश् योगशन् नश्य, तुदादिगणे लिख् योगश्य लिख, चुरादिगणे चुर्योग निच् योगशप् चोर्य इति एषु चतुर्षु धातुगणेषु अङ्गम् अदन्तम् अस्ति. द्वितीयगणसमूहे सर्वाणि अङ्गानि अनदन्तानि. द्वितीयगणे यथा तत् अदादि जुहोत्यादि स्वादि रुदादि तनादि क्रियादि षड्गणाः सन्ति तस्मिन् गणे समूहे, तत्र सर्वे अङ्गानि अनदन्तानि सन्ति. यथा स्वादिगणे शक् योग शृणु शक्नु इति उकारात् अङ्गं, क्रियादिगणे क्रियोगश्ना क्रीणा इति आकारात् अङ्गम् अस्ति. अग्रे पठामः भगिनि. आम् आं भगिनि. आं महोदय. प्रथमगणसमूहस्य कृते तिङन्तपदम् उपयुक्तम्. उपयुक्तसोपानत्रयेण कथं सिद्ध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतं चतुर्णाम् अपि गणानां प्रसङ्गे. सम्प्रति द्वितीयगणसमूहे तिङन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयामः. प्रथमगणसमूहे यत्र तिङन्तपदं वयं योजितवन्तः, तत्र सोपानत्रयेण यथा पूर्वं दत्तमासीत्, करपत्रस्य पूर्वमेव दत्तमासीत्, तत् सोपानत्रयेण कथं तिङन्तपदं सिद्ध्यति इति अस्माभिः विस्तृतरूपेण अनुभूतं पठितवन्तः तत् चतुर्णाम् अपि गणानां प्रसङ्गे. इदानीं द्वितीयगणसमूहे यत्र षट् गणाः सन्ति, धातुगणाः सन्ति, तत्र अनेन तत् कथं सोपानत्रयेण कथं भवति तिङन्त पद व्युत्पत्तिः, तत्र वयम् इदानीं परिशीलयामः. प्रथमसोपानं तृतीयसोपानं चेतन्योः गणसम्बद्धः चर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं विद्यते. अतः तत्तत् गणे अन्योः द्वयोः सोपानयोः अवलोकनं करिष्यते, परन्तु द्वितीयसोपानं तिङन्त तिङ्सञ्ज्ञक प्रत्ययः सिद्धिः सर्वेषाम् अनदन्ताम् अङ्गानां कृते समाना. अतः एतत् कार्यम् अधुना परिशीलयामः. प्रथमसोपानम् अपि च तृतीयसोपाने तत् घन घनभेदाः सन्ति, तत् कारणात् तत्र भिन्नभिन्नसोपानेन तत् कार्यं भवन्ति प्रथमसोपानम् अपि च तृतीयसोपानं. परन्तु द्वितीयसोपानं यत्र तिङ्सञ्ज्ञक प्रत्ययः सिद्धिः भवति, तत् सर्वेषाम् अनदन्तम् अङ्गानां कृते समाना. तत् कारणात् तत् प्रथम तदा अहं वयं परिशीलयामः. समीचीनं महोदय. तदेव प्रत्येकं गणे तद् विद्यते, अतः प्रथमतृतीयसोपानं तस्मिन् गणे एव वयं पठिष्यामः. इदानीं द्वितीयसोपानं तिङ्सञ्ज्ञकप्रत्ययसिद्धिः, मूलतः सिद्धप्रत्ययाः कथं विद्यते द्वितीयगणसमूहे इति अस्मिन् पाठे परिशीलयिष्यामः. तदेव अस्ति तत्र. तत्र एतदपि दशगणः यद् धातूनां दशगणाः सन्ति तत्तु पाणिनिना कृतं. प्रथमगणसमूहः द्वितीयगणसमूहः इति यद् समूहविभजनं गणविभजनं कृतं तत्तु माता पुष्पदीक्षितेन कृतं. तया यत् एतद् भागः भेदः किमर्थं तादृशं कृतवती इत्युक्ते तत्र भुवादिगणे दिवादिगणे तुदादिगणे चुरादिगणे तत्र साम्यमस्ति. अतः तत् सर्वम् अदन्तम् अङ्गम् अस्ति. अनन्तरं कार्याणि अपि समाना अस्ति इति एकः प्रथमगणसमूहे. अनन्तरम् अनदन्त अङ्गानां कृते द्वितीयगणसमूहे इति महोदय कृतवती तादृशव्यवस्था. अतः दशगणाः तु पाणिनिना कृतम् एव. तत्तु वयं जानीमः. पुनः एकवारम् अस्तु. धन्यवादः महोदय. विजया भगिनी अग्रिमं पठति वा? अस्तु भगिनि. प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः भिन्नाः. प्रथमतया ज्ञातव्यं यत् प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः किञ्चित् भिन्नाः. प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. तर्हि समूहद्वयस्य सिद्धतिङ्प्रत्ययाः भेदः कुत्र इति अस्माभिः सम्प्रति अवलोकनीयम्. तत्र प्रथमसमूहविषये अनन्तरं द्वितीयसमूहविषये सिद्धतिङ्प्रत्ययाः इति किञ्चित् भिन्नरूपेण तत्र अग्रे अवलोकनीयम् एव. तत्र सर्वसिद्धतिङ्प्रत्ययाः निष्पन्नाः भवन्ति मूलतिङ्प्रत्ययेभ्यः. तत्र परस्मैपदीधातूनां मूलतिङ्प्रत्ययाः किम् अस्ति चेत् तिप्तस्जि तिप्तस्त मित् वस्म इति अस्ति. तत्र एतत् परस्मैपदीधातूनां मूलतिङ्प्रत्ययाः. अनन्तरम् आत्मनेपदीनां मूलतिङ्प्रत्ययाः किं चेत् स आतम्य तास् आतां द्वम् इह वहि महिङ्ग् इति अस्ति. भगिनी तत्र महिङ्ग् स्थाने एव इङ्ग् आगच्छति खलु? महिङ्ग् महिङ्ग् स्थाने किं वहि वहि एव. क्षम्यतां, किम् आगच्छति उक्तवती? न, उत्तमपुरुषमध्ये इह वहि महिङ्ग् आगच्छति खलु? इङ्ग् वहि महिङ्ग् किल. इङ्ग् इड् नास्ति, इङ्ग् तदेव भवत्याः प्रश्नः वा भगिनि? इङ्ग् इड् किमर्थं शब्द श्रीवल्ली भगिनी कृते अहं म्यूट् करोति वा भगिनि? धन्यवादः. पठतु भगिनि अदन्ते. अदन्ते अनदन्ते च सिद्धतिङ्प्रत्ययानां पार्थक्यं कुत्र इति विषयः. वस्तुतः किञ्चिदेव भेदः अस्ति. अदन्तानां सिद्धप्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिताः. पाठः एकः द्वे च अतः पुनः अत्र न क्रियते. सा पूर्वप्रदर्शितव्युत्पत्तिः अधोभागस्य आधारः. अनदन्ताङ्गानां तिङ्प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्प्रत्ययेभ्यः विद्यन्ते तत्र भेदस्य कारणं परिमाणं च अधरिणां प्रदर्शितम्. किं भगिनि? परिणामं च अधः प्रदर्शितं. तत्र अदन्ते अनदन्ते सिद्धसिङ्प्रत्ययानां भगिनी तत्र पार्थ किम् इत्युक्ते किं भेदः पृथक्तस्य पृथक्तयाः भावः इति पार्थिक्यं पृथक्तयाः पृथक्तयाः एतत् ष्यन्ति प्रत्ययं खलु भगिनि भावः भाव पार्थक्यम् इति भवति वस्तुतः किञ्चिदेव भेदः अस्ति तत्र अदन्ते विषये अनदन्ते विषये एतत् तिङ्प्रत्ययेभ्यः भिद्यन्ते भेदस्य कारणं परिणामं च अधः एव दर्शितम् अधः दत्तमेव अधः अनदन्तानां तिङ्प्रत्ययः यत्र अदन्तानां तिङ्प्रत्ययेभ्यः भिद्यन्ते तत्र प्रत्ययः नीललोहितवर्णेन सिरियक् रूपेण लिखिताः तत्र विद्यन्ते भेदः किम् अस्ति चेत् तत्र नीललोहितवर्णेन अनन्तरं सिरियक् रूपेण सिरियक् इत्युक्ते तत्र अनिमल्स् एव किञ्चित् इटालिक्स् तत्र किम् अस्ति भगिनि नीललोहितवर्णेन नीलवर्णः तत्र भवत्याः करपत्रे न द्रष्टुं शक्यते यदा स्क्रीन् मध्ये पश्यति चेत् कुत्रचित् स्थलेषु तत्र नीललोहितवर्णः वर्णः कलर् नीलवर्णः ब्लू कलर् तादृशवर्णेषु अस्ति अनन्तरं तिर्यक् इत्युक्ते इटलिक्स् तत्र तिर्यक् एव तद् फाण्ट् इटालिक्स् फाण्ट् वा किमपि तद् तादृशं स्थापितं भेदः अस्ति इति सूचनार्थं तत्र स्क्रीन् मध्ये एव दृश्यते भगिनी तत्र अस्माकं करपत्रे तद् न आगच्छति पी डि एफ् रूपेण तत्र स्क्रीन् मध्ये यदा पश्यति चेत् तत्र तिर्यक् अपि अस्ति नीललोहितवर्णः अपि अस्ति पर्पल् नीललोहित पर्पल् ब्लू नास्ति वदतु भगिनि क्षम्यतां सङ्गणके तत्र किमर्थं नास्ति भगिनि तत्र अनन्तानां तिङ्प्रत्ययः यत्र अदन्तानां तिङ्प्रत्ययः तत्र एव किञ्चित् भेदः अस्ति तावदेव तत्र तावदेव तत्र अरुणा भगिनी किं पृष्टवती क्षम्यताम् अहं पूर्णतया न श्रुतवती क्षम्यताम् करपत्रं भिन्नः अस्ति सङ्गणके इति सम्टैम्स् सर्वदा नास्ति सम्टैम्स् यदा पी डि एफ् रूपेण पूर्णतया न लोड् कृतवान् महोदयेन चेत् पी डि एफ् किञ्चित् भिन्नं सङ्गणकं किञ्चित् भिन्नं सङ्गणके एव योजयति महोदयः परन्तु सर्वदा पी डि एफ् मध्ये तद् कन्वर्षन् न भवति तस्मिन् समये किञ्चित् भेदः अस्ति यदा भवती आर्धधातुकप्रकरणवर्गे अपि अस्ति किल तत्रापि पश्यति चेत् पी डि एफ् किञ्चित् भिन्नः अस्माकं सङ्गणके यदागच्छति तत् किञ्चित् भिन्नः अस्ति सर्वदा तत्र नास्ति किल तादृशमेव अत्र स्क्रीन् मध्ये वर्णः अस्ति पी डि एफ् मध्ये वर्णः न आगच्छति किमर्थम् इति न जाने परन्तु न आगच्छति फार्मेटिङ्ग् प्रायः तदेव हौ टु सी दि सङ्गणक भवती लोड् करोति चेत् आगच्छति किल भगिनी भवत्याः पार्श्वे इदानीं लेप्टाप् वा डेस्क्टाप् अस्ति चेत् अस्माकं जालपुटे एव अस्ति किल तत्र अस्ति अस्माकं सिक्स् किल सिक्स् हेडिङ्ग् मेन् हेडिङ्ग् सिक्स् अस्ति तत्र 6.1 इति पी डि एफ् क्षम्यताम् अस्माकं जालपुटे एव अस्ति तत्र नीललोहितवर्णः अपि अस्ति तिर्यक् अपि आगच्छति अन्यत् सर्वं समानमेव इटालिक्स् तदेव कुतः पर्यन्तं पठितवती भगिनि? तिर्यक्रूपेण लिखितं, तिर्यक् तिर्यक् इति पठितवती. ए क्षम्यतां, ए अपि पठतु भगिनि. आत्मनेपदे मूल तिङ् प्रत्ययः उत्तमपुरुषे इड् एव मम एव दोषः. तासातां द्वम् इड् वहिङ् महिङ् एव इड् इङ् नास्ति. समीचीनं भगिनि, धन्यवादः. तत्र इङ्ग् अन्ते एव दृश्यते, तत् डाट् नास्ति, डाट् नास्ति. इङ्ग् अपि डकार नकार समानमेव, एकं तु डाट् नास्ति. आम्, इड् बहिङ् महिङ्ग् एव. आम्, धन्यवादः भगिनि. आम् आं विजया भगिनि. परस्मैपदस्य किं प्रत्ययाः अदन्ते अनदन्ते च भेदः एकमस्ति. अत्र परस्मैपदस्य लट् लकारे कोऽपि भेदः नास्ति. अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् परस्मैपदसञ्ज्ञकेषु प्रत्ययेषु न कोऽपि भेदः. अस्तु भगिनि, अतः अनदन्त अङ्गानां कृते लटि सिद्धप्रत्ययः सीतः अन्ति. अन्ति इत्युक्ते तत्र किमस्ति चेत् अङ्गम् अभ्यस्तं चेत् अति भवति, न तु अन्ति. अतः तत्र ददति इति उदाहरणमस्ति. अभ्यस्तं नाम यत्र द्वित्वं भवति, यदा जुहोद्यादिगणे, अतः दा धातोः लटि प्रथमपुरुष बहुवचने ददति इति, न ददन्ति इति, ददति एव तत्र. अतः सीतः अन्ति, सीतः च मे वहमः. परस्मै एतत् सिद्ध अनदन्तमेव. तत्र अदन्तमित्युक्ते पूर्वम् एव वयं दृष्टवन्तः, तिप्रजि तिप् तस्थ मिप् वस्पास् इति पूर्वं वयं दृष्टवन्तः एव तत्र. अनन्तरं अदप्यस्तात् एतत् पठामि वा भगिनि? न, एकनिमिषं. तद् तिप्तजि इति यत् भवती पठितवती तत्तु मूलप्रत्ययः अस्ति. अस्तु, एतत्तु तीतः अन्ति सीतः त मी वहमः इति अस्माकं सिद्धप्रत्ययः अस्ति. अस्तु, तत्र प्रथमबिन्दुः किम् अस्ति, यदा लट्लकारे परस्मैपदेषु कोऽपि भेदः नास्ति. इत्युक्ते अदन्ताङ्गेषु वा भवतु अनदन्ताङ्गं वा भवतु, तत्र कोऽपि भेदः नास्ति, द्वयोः समानसिद्धप्रत्ययाः एव इति. यदा भूधातुः तत्रापि ति एव योजनीयम्. अस्माकं चिनु वा चि इति धातुः वा शक् इति धातुः वा स्वादिगणीयधातुः कृ धातुः वा यत्किमपि भवतु द्वितीयगणसमूहस्य, तत्रापि ति एव योजनीयम् इत्येव अस्ति. तत्र कुत्र भेदः अस्ति इत्युक्ते अन्ति प्रथमपुरुष बहुवचनम् अन्ति, तत्र अपि अभ्यस्तम् अस्ति चेत् अति भवति, अन्यत्र न. जुहोत्यादिगणे यत्र अभ्यस्तसंज्ञा भवति, यत्र द्वित्वं भवति, तत्र एव अति इति रूपम्, अन्यत्र न. अवगच्छति वा भेदः? आं भगिनि, तद् मुख्यबिन्दुः. एतद् प्रथम अदन्ताङ्गेषु अनदन्ताङ्गेषु परस्मैपदेषु लट्लकारे कोऽपि भेदः नास्ति. जुहोत्यादिगणे एव बहुवचने प्रथमपुरुष बहुवचने भेदः अन्ति नास्ति अति भवति. सूत्रमपि तत्र एव दत्तमस्ति. सूत्रं पठतु भगिनि. अदप्यस्तात् तत्र सप्तमे अध्याये प्रथमपादे चत्वारः इति सूत्रेण अभ्यस्तसंज्ञकः संज्ञकधातु धातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य इकार यकारस्य जकारस्य आदेश किं भगिनि जकारस्य जकारस्य महाप्राण किल आं भगिनि सच्च जज एतदेव खलु भगिनि जकारस्य स्थाने अत् आदेशः भवति अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यान्तं द्विपदमिदं सूत्रं ज्योन्तः इत्यस्मात् ज्यः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः आयनेयः षड् एतत् तत्र पठनीयं वा भगिनि तत्र आमां पठतु भगिनि एकवारं पठतु किमपि तत्र प्रतिपादनस्य आवश्यकता नास्ति पठतु एकवारं षट् खचग्गां प्रत्ययादीनाम् इत्यस्मात् वचनपरिमाणं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः यः अत् तत्र ज्योन्तः इति सूत्रविषये जः इत्यस्य अनुवृत्तिः एव तत्र अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः यः अत् इति सर्वत्र जः अत् समीचीनं तदेव तत्र यदा तत्र किमपि नास्ति तत्सूत्रं वयम् अग्रे अपि पठिष्यामः तत्र अभ्यस्तसंज्ञा यत्र यत्र अस्ति यत्र अभ्यस्तसंज्ञा इत्युक्ते द्वित्वं द्वित्वकार्यं यदा पश्यामः तत्र आगच्छति तत्र आदिम अवयवस्य जकारस्य स्थाने अत् इति आदेशः जकारस्य स्थाने एव ज्योन्तः इति सूत्रेण अन्तादेशः भवति किल तद् इदानीं किं भवति तत् जकारस्य स्थाने अत् इति एव आदेशः भवति अन्त् अन्त् न तादृशं तद् अग्रे पश्यामः तत् सूत्रम् आगच्छति पुनः तस्मिन् समये इदानीं किञ्चित् अस्तु तदेव अत्र अस्ति भिन्न कुत्रापि अन्यत्र किमपि भेदः नास्ति कोऽपि भेदः नास्ति समानरूपमेव अदन्तम् अनदन्तं परस्मैपदेषु लट्लकारे भेदः नास्ति तदेव प्रथमबिन्दुः इदानीं परस्मैपदविषये एव द्रक्ष्यामः प्रथमं परस्मैपदविषये एव अस्ति लट्लकारे भेदः नास्ति अनन्तरं कुत्र भेदः इति अपि पश्यामः धन्यवादः भगिनि अरुणा भगिनी द्वितीयबिन्दुः पठति वा आं भगिनि परस्मैपदस्य लोट् लकारे केवलम् एकः भेदः मध्यमपुरुषे क्षिपः स्थाने हि आदेशः सर्वत्र अदन्ताङ्गेषु अदन्त अनदन्ताङ्गेषु च भवति एव अदन्ताङ्गेषु तस्य हि इत्यस्य लुक् लोपः भवति अनदन्ताङ्गेषु तस्य लुक् न भवति वयं परिशीलयामः परस्मैपदे लोट्लकारे सिद्धप्रत्ययानाम् एकभेदः अस्ति कुत्र अस्ति इति प्रश्न उदेति मध्यमपुरुषे सिप्पः स्थाने सिप् स्थाने हि आदेशः भवति अद् अङ्गम् अदन्तं वा अनदन्तं वा एव अपि हि आदेशः भवति परन्तु अदन्त अङ्गेषु तस्य हि इत्यस्य लुक् लोपः भवति अनदन्त अङ्गेषु तस्य लुक् न भवति सूत्रं केन लुक् भवति इति अदन्ताङ्गेषु शेर्यपि च न लुक् लुक् पुनः वदतु महोदय अतो हे हे इति सूत्रेण लुक् भवति समीचीनं ब्रूहि समीचीनम् अतः अत्र न भवति, अत्र अनदन्त अङ्गेषु लुक् न भवति, सर्वत्र इति स्मरणीयम्. पठ देहि शक्नुहि ब्रूहि इति पठ इति अङ्गे इति भवति तत्र कुत्र ब्रूहि न न ब्रू इति ब्रूहि इति ब्रूहि अथवा ब्रू धातुः तु आत्मने बदी धातुः किल ब्रूहि ब्रूते ब्रूते इति एव रूपं किल महोदय अस्तु अस्तु ब्रूहि देहि द्रव देहि देहि देहि ब्रूहि इति ब्रवीति इति ब्रूहि ब्रूहि समीचीनमेव परन्तु ब्रवीति इति अस्ति खलु भगिनि तत्र ब्रवीति इति तिङ् सारी परस्मैपदी अस्ति खलु ब्रूहि मुकुन्दे ब्रूहि ब्रूहि इति समीचीनमेव परन्तु धातुः किम् इति एकवारं पश्यामि ब्रूहि धातुपाठः ब्रवीति इति खलु अस्ति खलु कुत्र कुत्र अस्ति वाति वयं धातुः किं महोदय ब्रू वा ब्रो ब्रू धातुः किल आम् आम् आदादिगणीयधातुः ब्रू व्यक्तायां वाचि ब्रवीति आह इति भवति लट्लकारे एकनिमिषम् अस्माकम् इदानीं किं लोट्लकारः किल लोट्लकारः ब्रवीतु ब्रूतात् ब्रूहि समीचीनं महोदय ब्रूहि ब्रू धातुः ब्रूहि उत्तमं ब्रूव्यक्तायां वाचि आम् ब्रूहि देहि इति अपि अस्ति किल भवति भिक्षां देहि अदन्तम् अदन्तं हि लुक् भवति भगिनि अदन्तं हि लुक् भवति अनदन्तम् इत्युक्ते तत्र हि लुक् न भवति एव आम् आम् तदेव ब्रू धातुः अदादिगणीयधातुः तत्र हि लुक् न भवति ब्रूहि इति रूपम् आगच्छति देहि ब्रूहि शक्नुहि तादृशं देहि इत्यस्य अपि धातुः प्राप्नुहि इति अस्ति प्राप्नुहि तद् समीचीनं देहि इति धातुः किं महोदय दा एव अस्ति खलु भवति देहि दा धातुः तदपि अस्माकं जुहोत्यादिगणीयधातुः किल दा धातुः किमर्थं न आगच्छति दादाने न आगच्छति अत्र अस्तु अहं पश्यामि अहं न न धातुः वदतु महो भगिनि धातुः दा एव ज्योत्यादिगणे सत्यं द्वित्वं भवति अस्माकं ददाति धातुः एव अस्तु अस्तु देहि ददाति देहि समीचीनं ददाति देहि दत्तात् अथवा देहि यत्र रूपद्वयम् आत् दत्तात् दुधायि दाने तादृशं द्रष्टव्यं दा इति योजयामः चेत् न आगच्छति अत एव ददतु इति अत् अस्ति ददन्तु नास्ति समीचीनं ददन्तु नास्ति समीचीनं तदेव नकारः न श्रूयते कुत्र नकारः नास्ति तत्र जुहोत्यादिगणीय दातुः दुदायिन्दाने समीचीनम् अस्तु अतः परस्मैपदे किं भवति परस्मैपदे लोट्लकारे लोपः न भवति हि मध्यमपुरुष एकवचने सुप्स्थाने यद् हि आदेशः भवति तस्य लोपः न भवति. तद् स्मरणीय. समीचीनम्. आम् अरुणा भगिनी अग्रे अपि पठतु भगिनि. अ इति भागः सम्यक्तया न श्रूयते भगिनि, किमर्थम्? सङ्गणकं दूरमस्ति. लोट्लकारस्य सि इत्यस्य स्थाने हि आदेशः आदेशो भवति. स च हि अपित् भवति. सेः षष्ट्यन्त्यं हि हि प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम्. लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लोटः लस्य सेहे हि अपित् च. सूत्रं वदति लोट्लकारे वयम् इदं पठितवन्तः. लोट्लकारे सि स्थाने हि आदेशः भवति. सि इति सिप् इति पित्, परन्तु हि आदेशः अपित् अस्ति. अनुभूतिसहितसूत्रं चेत् लोटः लस्य सेहि हि अपित् च. कारणम् अपित् चेत् गुणकार्यं न भवति. समीचीनम् अस्ति भगिनि. अपवादसूत्र न भगिनि, पुनः वदतु. तत्र आदेशः भवति, अनन्तरम् अपित् अपि भवति इत्युक्ते कीदृशसूत्रम्? अतिदेश. अतिदेशं किमर्थम् अतिदेशसूत्रम्? अपित् इति वदति. आदेशः अपित् स्थानवत् न भवति, न कार्यं करोति. आदेशः इति हि इति आदेशः, तद् कीदृशसूत्रम्? विधिसूत्रमेव. विधिसूत्रम्. अतः तत् सूत्रं सेर्यपि च इति विधिसूत्रमपि अस्ति, आदेशसू अतिदेशमितम् अतिदेशसूत्रमपि अस्ति. तत्र अध्यारोपितं गुणपरिवर्तनं न भवतु इति, तस्य गुणस्य परिवर्तनं इत्युक्ते पित् इति यत् गुणमस्ति तस्य परिवर्तनं भवति, अतः अतिदेशसूत्रम्. स्वभावस्य परिवर्तनम् इति वदामः. स्वभावः तु पित् एव, परन्तु वयम् इदानीं तद् अपित् अपित् भवतु इति अध्यारोपितं भवति, अतः तस्य अतिदेशसूत्रमपि. समीचीनं भगिनि, अग्रे अपि पठतु भगिनि. अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः. अतो हे हे सूत्रेण अश्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् लोपः भवति. पूर्णसूत्रं पठामि भगिनि. न, अनुवृत्तिसहितसूत्रम्. अनुवृत्तिसहितसूत्रम् अतः अङ्गात् हे हे लुक् भवतः भवान् उक्तवान् अश्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् लोपः भवति. अतः अकारात् अङ्गमेव तत्र अस्माकं निमित्तमस्ति. तत्तु अकारात् अङ्गात्, अतः एव अनदन्त अङ्गेषु तस्य कार्यं न भवति. ह्रस्व अकारः अङ्गस्य अन्ते नास्ति, अतः तस्य कार्यं न भवति. तदेव भेदः. तदपि मुख्यसूत्रमस्ति. अग्रे अपि पठतु भगिनि. तर्हि अङ्गम् अनदन्तं चेत् हि इत्यस्य लोपः न भवति. कुत्रचित् अपवादभूतेषु अनदन्तेषु हि लोपः भवति, तत्तु पृथक् गणेषु पश्येम. अहं नावगतं. तर्हि अङ्गम् अनदन्तम् ओके अवगतं भगिनि. हस्वाकारान्ताङ्गात् हि प्रत्ययस्य लुक् भवति, परन्तु अङ्गम् अनदन्तं चेत् हि प्रत्ययस्य लोपः न भवति, तत्रैव अवशिष्यते अवतिष्ठति. कुत्रचित् अपवादभूतेषु अनदन्तेषु हि लोपः भवति, तत्तु पृथक् गणेषु पश्येम. वयं चर्चामः कुत्रचित् अपवादरूपेण अनदन्तङ्गेषु हि लोपः भवति विशेषसूत्रेण तत् वयम् अग्रिम पठामः पठिष्यामः. समीचीनं. कुत्रचित् भवति एव तद् तस्मिन् गणे वयं तस्मिन् विषये पठामः. इदानीं यदा ब्रू इति वयं दृष्टवन्तः, ब्रू धातुः अनदन्तम् अङ्गम्, अङ्गस्य अन्ते अकारः नास्ति, ह्रस्व अकारः नास्ति, अतः तत्र हि इत्यस्य लोपः न भवति. अवगच्छति वा? तत्र ब्रूही इति रूपम्. पठतु भगिनि. अनदन्ताङ्गानां कृते लोटि सिद्धप्रत्ययाः तु वातात् ताम् अन्तु मध्यमपुरुषे, हि तात् तं ता उत्तमपुरुष पुरुषे, आनि आव आम इति प्रत्ययाः सिद्धप्रत्ययाः. अतः हि एव अस्माकं भेदः. अनदन्त अङ्ग अदन्ताङ्गेषु भेदः कुत्र इत्युक्ते मध्यमपुरुष एकवचने हि इत्येव भेदः. धन्यवादः भगिनि. श्रीवल्लि भगिनि, तृतीयबिन्दुः. आं भगि, तृतीयबिन्दुः. परस्मैपदस्य लङ्लकारे कः अपि भेदः नास्ति. अनदन्त अङ्गानां कृते लङ्गि सिद्धप्रत्ययाः ति ताम् अन् निस्तं ता अं वाम. लङ्लकारे कोऽपि भेदः नास्ति अदन्त अङ्गानाम् अनदन्त अङ्गानां मध्ये. चतुर्थ बिन्दु, परस्मैपदस्य विधिलिङ्लकारः सर्वत्र भिन्नः एव. विधिलिङ्लकारः सर्वत्र भिन्नः एव. पूर्वम् उक्तं यत् विधिलिङ्गि यासुट् आगमः भवति प्रत्ययात् प्राक्. यासुट् परस्मैपदेषु उदात्तः निच्च, तत्र अनुबन्धलोपे सति थास् इति शिष्यते. पूर्वमुक्तं विधिलिङ्गि आसुट् आगमः प्रत्ययः पूर्वम् आगच्छति, आगमः आगच्छति. आसुट् टित् इति आद्यन्तौ टकितौ इति सूत्रेण प्रत्ययात् प्राक् आगच्छति आगमः. सूत्रम् आसुट् परस्मैपदेषु उदात्तः निच्च, तत्र अनुबन्धलोपे थास् इति यास् इति शिष्यते. यदि अङ्गम् अदन्तं तर्हि तस्य यासुड् आगमस्य स्थाने इ इति आदेशः, अतो येयः इति अनेन यासः स्थाने इय आदेशः भवति. यथा पट् योगः आ योगः यास् योगः तिप् ते, पट् योगः आ योगः इ थास्थाने इ आदेशः भवति. पठा इति अङ्गम्, इत् इति सिद्ध तिङ् प्रत्ययः, रूपं पठेत् इति निष्पन्नं भवति. यास् स्थाने इ आदेशः भवति, अतो येयः इति अनेन सूत्रेण. इति कारणेन पठा इति अङ्गं यास् स्थाने इत् इति इय इति आदेशः भवति. इय इति यकारस्य लोपः भवति, अनुबन्धलोपानन्तरम् इ इति अवशिष्यते. इत् इति पठेत् इति रूपं भवति. अनदन्तेषु इ आदेशः यकारलोपः. क्षम्यता भगिनि, यकारलोपः केन सूत्रेण? अतो येयः यकारलोपः आदेशः. तदेव तदेव भवति यदा सर्वेषां कृते भवति, भवत्याः कृते एव न. वयं यदा अग्रे अग्रे गच्छामः पूर्वतनसूत्रस्य विस्मरणं भवति एव, सर्वदा भवति एव. तत्र एव किञ्चित् बेक् अण्ड् फोर्त् इति वदामः किल, बेक् अण्ड् फोर्त् गमनीयम् एव. तदे किं करोमि इदानीं यदा वयम् अग्रिमपाठात् आरम्भं कुर्मः तत्र मम डाक्युमेण्ट् अस्ति किल तत्र शीट् टु मध्ये अनदन्त अङ्गस्य सूत्राणि स्थापयामि अनुवृत्तिसहितं किञ्चित् पूर्वमेव आरम्भं करोतु कार्यम् अतः किञ्चित् किञ्चित् कालम् अट्लीस्ट् किञ्चित् कालं मनसि तत्र भवति विस्मरणं भवति एव भगिनि किमपि चिन्ता नास्ति मम तु बहु अधिकं भवति लोपो व्योर् वलि वल् प्रत्याहारे परे पूर्वं विद्यमान यकार वकार लोपः समीचीनं आनदन्तेषु इय आदेशः न भवति यथा चिनु इति धातुः यास् योगः योगः चिनुयात् इति रूपं भवति इति भेदः यास् इति स्थाने इय आदेशः न भवति आनदन्तेषु यास् भेदः तत्र तद् मुख्यभेदः अस्ति तदेव रूपं सर्वत्र भवति सर्वेषु प्रत्ययेषु विधिलिङ्लकारे यास् इत्यत्र स्थाने इय इति आदेशः न भवति तत्र सकारलोपः भिन्नसूत्रेण तद् इदानीं पश्यामः परन्तु सर्वत्र यास् एव तिष्ठति अतो येयः इति सूत्रस्य प्रसक्तिः कुत्रापि न भवति तदेव मुख्यबिन्दुः अस्ति सूत्रं पठतु यास् परस्मैपदेषु उदात्तः निच्छा लिङ् लकारस्य परस्मैपदिप्रत्ययानां आसुट् आगमः भवति स च आगमः निद्वत् विधिसूत्रम् अतिदेशसूत्रं च लिङ्गः सीयुट् सामान्यसूत्रं किन्तु अनेन आत्मनेपदानाम् एव कृते इति अस्य अपवादः लिङ्गः सीयुट् आद्यन्तौ टकितौ इति अनेन यासुट् प्रत्ययात् प्राक् आयाति यासुट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम् उदात्तः प्रथमान्तं नित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रं लिङ्गः सीयुट् इति अस्मात् लिङ्गः इति अस्य अनुवृत्तिः लस्य इति अस्य अधिकारः अनुवृत्तिसहितसूत्रं परस्मैपदानां लिङ्गः लस्य उदात्तः यासुट् नित् च तत्र सूत्रे एव परस्मैपदी इति दत्तमस्ति अतः सामान्यसूत्रं तु लिङ्गः स्यूट् एव तत् सामान्यसूत्रं यासूट् परस्मैपदेषु उदातो निच्च इति अपवादसूत्रम् समीचीनं तदेव तेन एव यास् इति आगमः भवति परस्मैपदेषु एव तदपि मुख्यबिन्दुः यास् इति प्रत्ययः नित्वत् समीचीनं यास् आगमे विधिलिङ्गि सकारलोपः सर्वत्र भवति लिङ्गः सलोपः अनन्तस्य सार्वधातुकलिङ्गस्य सलोपोऽनन्तस्य लिङ्गः सलोपोऽनन्तस्य सार्वधातुकस्य सलोपोऽनन्तस्य सार्वधातुकलिङ्गि अपदान्तस्य सकारस्य लोपः भवति अन्ते भवः अन्त्यः न अन्त्यः अनन्त्यः नन्तत्पुरुषः तस्य अनन्तस्य लिङ्गः षष्ट्यन्तं स लुप्तषष्ठीकं पदं लोपः प्रथमान्तम् अनन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रं रुदादिभ्यः सार्वधातुके इति अस्मात् सार्वधातुकस्य इति अस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा अङ्गस्य इति अस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य सः लोपः सो लिङ्लकारे सार्वधातुकलिङ्लकारे अपदान्तस्य सकारस्य लोपः भवति अ सार्वधातुकलिङ्गि इत्युक्ते किं भगिनि? विधिलिङ्गि एव अपदान्तः इत्युक्ते तिङ्क्षित् इति पदं तिङ्क्षित् इति पदं पदस्य डेफिनिशन् न न न न पुनः अपदान्तस्य मीन्स् वितिन् विच् इस् नाट् अट् दि एण्ड् आफ् दि वर्ड् अतः इदानीं वदतु अपदान्तः इत्युक्ते किम् पदसंज्ञा नास्ति तदेव अपदान्तं सुबन्तं वा तिङन्तं वा नास्ति नास्ति तिङ्क्षित् तादृशसकारस्य लोपः भवति कुत्रापि सकार पदस्य अन्ते सकारः अस्ति चेत् तस्य लोपः न भवति अपदान्तस्य सकारस्य लोपः भवति अतः इदानीम् अस्माकं यास् इति अपदान्तः वा पदान्तः वा अपदान्तः आगमः प्रत्ययः आगमः इति न प्रत्ययः प्रत्ययः यासुट् यासुट् इति आगमः वर्क् इन् प्रोग्रेस् इति वदामः किल इदानीम् अस्माकं नूतनपदं न उत्पन्नं यास् इति प्रत्ययः एव अस्माकं पार्श्वे अस्ति तत् अपदान्तः अस्ति पदम् इदानीं निष्पन्नं तस्मात् पूर्वं लिङ्गः सलोपोऽनन्तस्य इत्यनेन सकारलोपः पदं निष्पन्नं चेत् भिन्न भिन्नसूत्राणि भिन्नकार्याणि भिन्नप्रक्रिया इदानीं पदं न निष्पन्नं सार्वधातुकलिङ्गि इत्युक्ते अस्माकं विधिलिङ्गि सर्वत्र यास् इत्यत्र सकारलोपः लिङ्गः सलोपोऽनन्तस्य इति सूत्रेण भवति समीचीनं भगिनि धन्यवादः इदानीं प्रश्नः आगच्छति सुबन्तं नास्ति चेत् तिङन्तं नास्ति चेत् कृदन्तं कृते कार्यं भवति वा लिङ्गः कृदन्तमपि सुबन्तं न न न न विधिलिङ्गविषये एव पश्यामः किल कृदन्तमपि सुबन्तस्य एव श्रेणी सुबन्ते एव आगच्छति भगिनि तद् एकं द्वितीयम् इदानीं लिङ्गः सलोपोऽनन्तस्य सार्वधातुकविषये पश्यामः सार्वधातुकलिङ्गि इत्युक्ते कृदन्तं कुत्र आगच्छति तत्र विधिलिङ्गविषये किल आं भगिनि कृदन्तम् इत्युक्ते तद् एतत्र अत्र न आगच्छति समीचीनम् अस्तु इदानीं प्रश्नः आगच्छति इदानीं यास् इति यद् सकारस्य लोपः सर्वत्र करणीयं चेत् किमर्थं प्रथमं स्थापनीयं यास् इति किमर्थं प्रत्ययः सकारस्य तु लोपः भवति एव किमर्थम् एकं सूत्रं किमर्थमेकं सोपानं किमर्थम् इति प्रश्नः तस्य उत्तरमेव अग्रिमपरिच्छेदे अस्ति रघुपतिमहोदय एकनिमिषः भगिनि अस्तु नास्ति चिन्ता राजेन्द्रमहोदय किञ्चित् ध्वनिः आसीत् अतः ओ अस्तु यास् आगमे तत् ततः खलु आशीर्लिङ्ग् एकनि अस्तु अस्तु अस्तु अङ्गातालिङ्ग अनन्तस्य लोपः अस्तु आशीर्लिङ्ग् आर्धातुकलकारः इति कारणतः अनेन सूत्रेण सकारलोपः न भवति अस्तु विधिलिङ्ग् प्रथमपुरुषे यात् यातां युः आशीर्लिङ्गि यात् यास्तां यासुः ध्येयं यत् विधिलिङ्गि आशीर्लिङ्गि च प्रथमपुरुष एकवचने यात् समानम् अस्ति, उभयत्र सकारस्य लोपः, किन्तु भिन्नसूत्रेण प्रथमपुरुष एकवचने उभयत्र यास्योगत्त यास्त विधिलिङ्गि लिङ्गः सलोपानन्तस्य इत्यनेन सकारः लोपः, सकारस्य लोपः। आशीर्लिङ्गि यत्र सकारलोपः भवति स्कोः संयोगो संयोगाद् स्कोः संयोगाद्योरन्ते च इति सूत्रेण भवति। अनेन सूत्रेण पदान्ते संयोगः भवति चेत् तस्य च संयोगस्य प्रथमसदस्य सदस्य सकारः ककारः वा चेत् तर्हि तस्य सकारस्य ककारस्य च लोपः भवति। अस्तु, अत्र अङ्गात् सार्वधातुकलिङ्ग अनन्तस्य अनन्तस्य सकारस्य लोपः भवति सार्वधातुकलकारे। आशीर्लिङ्गि आधुतकलकार इति कारणतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति। सकार अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य स लोपः इति। अत्र भगिनी लिङ्ग इति आशीर्लिङ्ग अपि भवितुम् अर्हति वा? तदेव सार्वधातुकलिङ्ग् इति अस्ति किल अनुवृत्तिसहित। अस्तु अस्तु अस्तु अस्तु अस्तु हा आम् सार्वधातुकलिङ्ग अस्तु अस्तु, एतत् सार्वधातुकलिङ्ग अस्ति। अस्तु, विधिलिङ्गे प्रथमपुरुषे यात् यातां युः आशि किमर्थमिति चेत् तत्र सकारस्य लोपः। आशीर्लिङ्गे यात् यास्तां यासुः तत्र सकारस्य लोपः अनुभव न भवति। देयमत् विधिलिङ्ग् आशीर्लिङ्गे च प्रथमैकवचने प्रथमैकवचने एव सकारस्य लोपः भवति, परन्तु अत्र सकारस्य लोपः आशीर्लिङ्गि भिन्नसूत्रेण न तु अनन्तस्य स लोपः इति सूत्रेण। अत्र सूत्रमस्ति स्कोः संयोग संयोग आद्यो आद्योरन्ते संयोगाद्योरन्ते च इति सूत्रेण, संयोगाद्योरन्ते सूत्रेण भवति। सूत्रेण अस्मिन् अनेन सूत्रेण पदान्ते संयोगः भवति चेत् तस्य च संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् तर्हि तस्य सकारस्य ककारस्य च लोपः भवति। अस्तु, एतत् किमर्थं दत्तमस्ति भगिनि? एतत् अर्धधातुकलकारस्य आम् तत्र अर्धधातुकः एव, परन्तु तत्रापि यात् इति एव रूपम् आगच्छति प्रथमपुरुष एकवचने, परन्तु सूत्रं भिन्नम्। सूत्रं भिन्नम् इति केवलं तदेव अस्ति अत्र, तदेव अस्तु। कार्यं तु पदान्ते भवति आशीर्लिङ्गि कोः संयोगाद्योरन्ते च इति सूत्रेण, यत्र संयोगः अस्ति पदान्ते संयोगः तस्य प्रथमवर्णस्य लोपः पदान्ते, एतत् अपदान्तस्य अपदान्तस्य लिङ्गः सलोपोनन्तस्य अनन्तरं सार्वधातुकलिङ्गि आमां कोः संयोगादोरन्ते च इति त्रिपादिसूत्रमस्ति 82 इति दत्तमस्ति किल? आमामां त्रिपादिसूत्रमस्ति। अस्तु, त्रिपादिसूत्रं अङ्गकार्यम् त्रिपादिसूत्रमस्ति, यत्र यत्र संयोगः अस्ति आशीर्लिङ्गि इति एव न, कुत्रापि पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमवर्णस्य लोपः संयोगान्तस्य लोपः इति सुबन्ते भवति। अस्तु, तद् तादृशं कोः संयोगाद्योरन्ते च समीचीनम्। अग्रे अपि पठतु महोदय। अस्तु, अदन्ताङ्गेषु इव अदन्ताङ्गेषु इव अत्रापि झि स्थाने जुस् आदेशः झेर् जुस्, जकारस्य इत् संज्ञा चुटु इति सूत्रेण तस्य लोप इत्यनेन लोपः उस् एव अवशिष्यते। अस्तु, युः इति अस्ति तत्र। अस्तु, अग्रे पठामि। झेर् जुस् इति सूत्रमस्ति, लिङ्ग्लकारस्य झि इत्यस्य स्थाने जुस् आदेशः भवति, झेः षष्ट्यन्तं जुस् प्रथमान्तं द्विपदविधं सूत्रं, लिङ्गस्यूट् इत्यनेन लिङ्गः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति, लिङ्गः लस्य जेः जुस् जोन्तः इत्यस्य अपवादः अस्ति। अतः अत्र अत्र जे जुस् इति सूत्रेण ज्यूस् आदेशः उस् भवति. जे ज्यूस् इति तु लिङ्ग्लकारे, क्षम्यतां, लिङ्ग्लकारः इत्युक्ते विधि लिङ्ग् आशीर्लिङ्ग् द्वयोः स्थलेषु भवति. आमामामां लिङ्गि लिङ्गि तत्र किमपि द्वयोः स्थले तले तलेषु भवति. जे हि जुस् इति भवति, अनन्तरं जकार किं भवति तत्र कार्यं? जकारस्य चुटु इति सूत्रेण इति तस्य तस्य लोपः भवति जकारस्य. जुस् उस् एव अवशिष्यते. उस् एव अवशिष्यते. उस् एव अवशिष्यते. कुर्युः, दद्युः इति रूपम् आगच्छति किल महोदय, उहु उहु इति. आमाम् आमाम्, येन सूत्रेण एव. संयोगादि अन्ते चैव अत्र संयोगाद्योरन्ते च, संयोगः आदिः अन्ते च, कोः संयोगाद्योरन्ते च, आदिः अन्ते च, अन्ते च. तत्र संयोगाद्यो इति अन्तिमपदम् इकारः अस्ति, अनन्तरम् अकारः अस्ति, इकार अकारमेलनयोः तत्र यन्सन्धिः अस्ति, अनन्तरं तत्र गुणसन्धिः अपि भूत्वा आगच्छति वा तत्र? संयोगादि दि इ ईकारः अन्ते आ इ य विसर्ग विसर्ग अन्ते च संयोगादिः. किं किमर्थं गुणसन्धिः द्वयमपि पृष्टवती? एकः एव सन्धिः संयोगादिः. आं भगिनि, एकः एव सन्धिः. मेदि आद्योः संयोगाद्योः षष्ठी आद्योः अन्ते च. आद्योः अन्ते च, आद्योः अन्ते च, संयोगाद्योः षष्ठी अन्ते च. विसर्गः एव किल, आद्योः अन्ते च. समीचीनं, तद् समीचीनं. विसर्गः एव, विसर्गसन्धि समीचीनम्. एकमेव सूत्रमस्ति, तदपि पठित्वा समापयामः. राजेन्द्रमहोदय, उस्य पदान्तात् पठति वा? आमाम् आं भगिनि. उस्य पदान्तात् अपदान्तात् अवर्णात् उसि परे पूर्वपर्यस्थाने पररूप आदेशः आदेशो भवति. अस्य सूत्रस्य प्रसक्तिः केवलम् अदन्त अङ्गेषु अनदन्तम्. आमामां क्षम्यताम्. आम्, अस्य सूत्रस्य प्रसक्तिः केवलम् अनदन्ताङ्गेषु न पदान्तम् अपदान्तं. तस्मात् अपदान्तात् उसि सप्तमी अन्तम्, अपदान्तात् पञ्चमी अन्तं द्विपदमितं सूत्रम्. आदिगुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, इको यञ्चि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, एङि पररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयो अधिकारः अनुवृत्तिसहितसूत्रम्. अपदान्तात् आत् उसि अपदान्तात् आत् उसि अचि एकपूर्वपरयोः पररूपं संहितायाम् सूत्रं वदति. यत्र अपदान्तात् यः आत् आत् अप् एकनिमिषः अपदान्तात् यः आथ आथ अस्ति न तस्य तस्य उसि परे उसि अस्ति चेत् तत्र तत् अति पूर्वपर्योस्थाने तत् पररूपम् आदेशः भवति. यथा ये आका आत्वम् अस्ति तत्र, तस्य स्थाने उसि अस्ति चेत् तत्र पररूपम् उसि उसि उस् एव तत्र आगच्छति आस् स्थाने, यथा या योग उस् युः युः युस् युस् भवति उकारस्य लोपः भूत्वा यु न क्षम्यताम् आकारस्य आकारस्य स्थाने स्थाने य योग उस् युस् युस् भवति, अत्र पुनः तत्र सकारः अन्ते अस्ति, ऋतुविसर्गः भवति, तत्र सुः अपि च खरवस्थानीयो विसर्जनीयः, तत्र सकारस्य स्थाने विसर्ग आदेशः भवति, युः युः निष्पन्नं भवति. तत्र आम् आम् तत्र अनदन्ताङ्गेषु एव कार्यं भवति. अपदान्तात् अवर्णात् इति अस्ति किल, अपदान्तात् अवर्णात् पूर्वपरयोः पररूपादेशः, परन्तु अस्माकं निमित्तं तु उसि परे एव, उस्य पदान्तात् इति सूत्रम् अस्ति. अस्तु, इदानीं किं कुर्मः, तत्र अग्रे यत् किमपि अस्ति किल तद् एव अस्माकं यासूट् क्षम्यतां विधिलिङ्ग् इत्यस्य सर्वेषु प्रत्ययेषु किं भवति इति कार्यमेव महोदयः प्रदर्शितवान्. अत्र सूत्राणि नास्ति सर्वत्र, गृहपाठरूपेण सूत्रं तु पूर्वम् अस्ति, यदा वयं पूर्वम् अदन्ताङ्गेषु सिद्धप्रत्ययः साधितवन्तः तत्र सूत्रम् अस्ति, तत् सूत्रमस्ति. अनन्तरम् अस्माकम् इदानीं यत् सूत्रं वयं पठितवन्तः तत् सर्वं प्रक्रियारूपेण अत्र स्थापयन्तु, तत् ततः आरभ्य अग्रिमसप्ताहे पठिष्यामः, तदेव कार्यमस्ति अत्र. अस्तु भगिनि, किञ्चित् अतिदेशिकसूत्रम् इत्युक्ते किं भगिनि? अतिदेशसूत्रम् इत्युक्ते तत्र अतिदेशसूत्रम् इत्युक्ते अत्र इदानीम् उदाहरणं सेर्य पिच्च इति सूत्रमस्ति. सिप् इति अस्माकं प्रत्ययः अस्ति, मध्यमपुरुष एकवचनप्रत्ययः सिप्. सिप् साधारणतया पित् अस्ति, सकारः इकारः पकारः अस्ति, पकारः अस्ति अतः पित् अस्ति. सामान्यतया तद् यदा तिप् पित् अस्ति, सिप् अपि पित् अस्ति, परन्तु सेर्य पिच्च इति सूत्रेण इदानीं वयं तत्र अपित् आरोपितम् आरोपितम् इत्युक्ते तस्य स्वभावः तादृशं नास्ति. स्वभावः तु पित् अस्ति, वयम् इदानीम् अपित् भवतु इति यदा तत्र आरोपणं कुर्मः तादृशसूत्रस्य नाम अतिदेशम्. अतिदेशम् इत्युक्ते स्वभावः तादृशं नास्ति, परन्तु तादृशं भवतु इति यदा वयं तत्र आरोपणं कुर्मः तादृशसूत्रस्य नाम अतिदेशसूत्रम्. स्पष्टं वा भगिनि? सर्वदा न भवति, सर्वदा न भवति खलु भगिनि? सर्वदा न भवति सूत्रस्य तादृश, यदा विधिसूत्रम् अतिदेशसूत्रं परिभाषासूत्रम् इति सूत्रस्य भिन्नभिन्नरूपाणि सन्ति किल, गुणः सूत्रस्य एव गुणः तादृशम् अस्ति किल, तत्र अतिदेशसूत्रस्य तस्य स्वभावः, अतिदेशसूत्रस्य कार्यं किम् इत्युक्ते यद् यत् स्वभावतया तादृशं नास्ति, परन्तु तादृशं भवतु इति यदा वयं वदामः तादृशसूत्रस्य नाम अतिदेशसूत्रम्. सार्वधातुकम् अपि इति सूत्रमस्ति. इच्छा अनुगुणम् इति वक्तुं शक्नुमः वा, अथवा अस्माकम् इच्छा अस्माकम् इच्छा न भवति भगिनी, तत्र भवती किं वदति इति अहं न अवगतवती. अस्माकम् इच्छया न भवति, सूत्रस्य तत्र आवश्यकता यदा भवति तादृशं, यदा सार्वधातुकम् अपित् इति सूत्रम् अस्ति किल, तत्र सार्वधातुकं तत्रापि वयम् अपित् सूत्रं ञित्वत् भवतु इति तत्र वयम् आरोपयामः. तत्र अस्माकम् इच्छा नास्ति, सूत्रस्य तादृशं भवति. इच्छा तु सन्धि सन्धिशुद्ध, तत्रापि पदे पदे एव भवति वाक्येषु विवाहः. परन्तु सूत्रस्य इच्छा अस्माकम् इच्छा कथं भवति महोदय? न सन्धेः विवक्षा, तत्र विवक्षा अस्ति, सन्धिसूत्रात् सन्धि करणीयं वा न वा इति न करणीयम् तत्रापि अपदान्ते करणीयमेव न न विवक्षा अनुगुणं नास्ति सूत्राणां तु सूत्रस्य कथं भगिनि विवक्षा अनुगुणं भवति वक्तुः इच्छा इति न किमपि नास्ति विवक्षा अस्ति न भवति सूत्रस्य स्वभावः तादृशं सूत्रस्य आगमः भवतु आदेशः भवतु इत्युक्ते विधिसूत्रम् इति वदामः किल सूत्रस्य स्वभावः तादृशं वयं किमपि तत्र न कर्तुं शक्नुमः भगिनि वारं यथा तस्य निर्णयः जातः तदनन्तरं तु सूत्रम् अनुसृत्य कार्यं भवति तत् सम्यक् भगिनी मम प्रश्न क्वश्चिन् एतत् एकनिमिषं भगिनी अहं रेकार्डिङ्ग् स्थापयामि एकनिमिषं धन्यवादः।